अद्यतनविषयः अस्ति सुवर्णं तैजसं द्रव्यम् इति. पुस्तके विद्याधरी पुस्तके द्विचत्वारिंशत्तमे पुटे शीतस्पर्शवत्यः आपः उष्णस्पर्शवत्तेजः इत्यादिकम् उक्त्वा आपः कीदृशः तेजः कीदृशम् इत्यस्य विवरणम् आसीत्. तत्र उक्तमस्ति आकरजं सुवर्णादि इति एकः विषयः अस्ति तेजसः. तर्हि सुवर्णं तेजसं द्रव्यं कथम् इत्यस्य विषये अद्य चर्चा भवति. प्रथमतया तद्वाक्यं पठामः. मूलग्रन्थात् उद्धृतं वाक्यं यदस्ति उष्णस्तेज उष्णस्पर्शवत् तेजः इति वाक्यं नीता भगिनी पश्यति वा तत्र? अहं प्रयत्नं करोमि, क्रमः अनन्तरम् अहम्. अस्तु, तर्हि राजेन्द्रमहोदय पुस्तके उष्णस्पर्शवत् तेजः इति सर्गं पठति वा? आम् आं भगिनि, प्रयत्नं करोमि. उष्णस्पर्शवत् तेजः तद्विधं नित्यम् अनित्यं च, नित्यं परमाणुरूपम् अनित्यं कार्यरूपं पुनस्त्रिविधं शरीरे इन्द्रियविषयभेदात् शरीरम् आदित्यलोके इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति विषयश्चतुर्विधः वोम दिव्यो दिव्यो उदय अध्या करज अकरज भेदात् दिव्योदय अकरज भेदात् भौमं भावया अधिकम् अभिनन्दं दिव्यं विद्युदादि भुक्तस्य परिणामहेतुरुद्रयम् उदर्यम् आकरज सुवर्णादि उष्ण तेजसं तस्य लक्षणम् उष्णस्पर्शम् अस्ति. तत् उष्णस्पर्शतेजः द्विविधम् अस्ति, नित्यम् अथवा अनित्यं. यथा पूर्वमपि वयं दृष्टवन्तः गन्धवती पृथ्वी अथवा शीतस्पर्शवत्य आपः तथैव तेजस् अपि नित्यम् अनित्यं च, नित्यं परमाणुरूपम् अनित्यं कार्यरूपम् पुनस्त्रिविधं शरीर इन्द्रियविषयभेदात् त्रिविधम् अस्ति. शरीरम् आदित्यलोके, शरीरं यथा आदित्यलोके इत्युक्ते आदित्यलोकसमान आदित्यस्य समान शरीरम् एव. तत् सम्यक् अस्ति वा भगिनी? किञ्चित् चिन्तयामि. तत्र वयं दृष्टवन्तः आत्मनः भोगायतनं शरीरम् इति. यथा पृथ्वी इत्यस्य चर्चासमये पृथिव्याः शरीरम् अस्मदादीनाम् इति आसीत्, मनुष्याणां पशूनां, तथा एव नैयायिकानां मतानुगुणं तेजसः शरीरं भवति आदित्यलोके इति अस्ति. इन्द्रियं रूपग्राहकं चक्षुः चक्षुः अस्ति अस्ति रूपग्राहकम् इन्द्रिय चक्षु इन्द्रिय अस्ति रूपग्राहकं कृष्णताराग्रवति वर्ति नेत्रं नेत्रे तत्र रूपग्राहकम् अस्ति. विषयश्च चतुर्विध विषयः सन्ति भूमौ विद्यमान आकारः दिव्यो तत् किञ्चित् न जानामि. न, चिन्ता नास्ति, अहमेव वदामि. भौम दिव्यो दर्याकरज भेदात् भौम दिव्य उदर्य आकरज भेदात् इति इत्युक्ते चतुर्विध अग्निः भवति तेजसां चतुर्विधत्वं भौमं यद् भूम्याम् अस्ति भौमं वह्नि इत्युच्यते भौमं वह्न्यादिकम् अपि च दिव्ये दिव्यो दिवि यदस्ति अभिन्दनम् इति उच्यते, दिव्यं विद्युदादि. तद्दिवि इत्युक्ते आकाशे, अपि च विद्युदादि इत्युक्ते तडित्, यत् यदा वृष्टिः भवति वर्षकाले, यत् तडित् वयं पश्यामः विद्युत् आकाशे, तस्य कारणं जलं भवति, तर्हि अभिन्दनम् इत्यपि उक्तम् अत्र. द्वितीयविध तेजः. तृतीयः, भुक्तस्य परिमाण परिणामहेतुः उदर्यम्. उदरे यः अग्निः वर्तते, जठराग्नि इति उक्तं गते सप्ताहे अपि, तादृशमपि एकं तेजः अस्ति. अनन्तरम् आकरजं सुवर्णादि. आकर नाम मैन् अस्ति. आकरजे यत्किमपि वयं प्राप्नुमः द्रव्यं, सुवर्णं, रजतं, ताम्रम् इत्यादिकं, तेषु अपि अग्निः अथवा तेजः वर्तते इति कृत्वा तेजसः एकः विषयः भवति आकरजं सुवर्णादि इति उक्तम्. तर्हि अद्य अस्माकं चर्चाविषयः मूलतः भवति आकरजं सुवर्णादि इति उक्तं. तर्हि कथं सुवर्णं तैजसम् अथवा कथम् आकरजं तैजसं भवितुम् अर्हति इत्यस्य विषये चर्चा. तन्निमित्तं करपत्रं निर्मितमस्ति, उद्घाटितं स्यात् सर्वेषां पुरतः. सुवर्णं तैजसं द्रव्यम् इत्यतः पठेम. अन्येन केनापि आगतं वा इदानीं? भगिनी अजितः. अजित महोदय, अस्तु. रश्मी भगिनी पठति वा सुवर्णं तैजसं द्रव्यम् इत्यस्मात् आरभ्य? तर्कसङ्ग्रहः. सुवर्णं तैजसं द्रव्यं तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम् इति उक्तं. कथनस्य आशयः एवं यत् सुवर्णे तेजः मुख्यांशः, पृथ्वी अपि अस्ति. यथा अस्माकं शरीरे पृथ्वी इति मुख्यांशः, किन्तु जलम्, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति. तथैव सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति इति नैयायिकानां मतम्. अत्र सुवर्णम् इत्यस्य वदनेन सर्वं लोहम् अन्तर्भूतं, सुवर्णं, रजतम्, अयः, ताम्रम् इत्यादिकम्. अग्रेपि पठनं न उच्यतां, किम् अवगतम्? एतत् वदति तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम् इति उक्तं. तत् कथनस्य आशयं किम् इति अत्र दत्तवन्तः. सुवर्णे तेजः मुख्यांशः इति उच्यते, पृथ्वी अपि अस्ति. यथा अस्माकं शरीरे पृथ्वी मुख्य अंशः अस्ति, किन्तु जलम्, अग्निः, वायुः, आकाशः एतदपि अस्माकं शरीरे सन्ति. तथा एव सुवर्णे तेजः, पृथ्वी अपि अस्ति. सुवर्णम् इति कथनेन सर्वम् अपि लोहं, सर्वं लोहं सुवर्णं, रजतं, सर्वे लोहे अपि अन्तर्भूतः अस्ति सुवर्णम् इति वदनेन. सर्वमपि लोहानाम् अन्तः पृथ्वी अपि अस्ति, तेजः अपि अस्ति इति नैयायिकानां मतम् इति एतत् वदति. अस्तु, सम्यक् अस्ति. तर्हि अत्र मुख्यांशः अस्ति सुवर्णं तैजसम् इति अस्ति अस्माकं चर्चायाः विषयः. किन्तु सुवर्णम् इत्यस्य वदनेन सर्वाणि लोहानि गृहीतानि. सुवर्णम् इत्यस्य वदनेन आकरजं यत्किमपि अस्ति तत्सर्वं गृहीतम् अत्र सुवर्णम् इत्यस्य वदनेन. लोहं भवतु, रजतं भवतु, अयः भवतु, यत्किमपि लोहं, तद् तैजसं द्रव्यं कथम् इति अत्र परिशीलनं भवति अद्य. अत्र उक्तमस्ति लौहम् इत्युक्ते किं भगिनि? लोहः, मेटल्. मेटल्, मेटल्. अत्र लौहम् इति लिखितवन्तः किल? लौहं, यस्मिन् लोहः अस्ति, सुन्दरः, सौन्दर्यं. लौहम्, अस्तु अस्तु, तथा. अस्तु, रजतम्, अयः, ताम्रं. रजतं सिल्वर् अस्ति. अदर् मेटल् नेम्स्. अस्तु अस्तु. अयः ऐरन् अस्ति, ताम्रम् इति कापर् अस्ति. अस्तु, अन्य लोहस्य नाम. आकरजम् इति उक्तमस्ति खलु विद्याधरीपुस्तके, विषयचतुर्विधं, भौमं, दिव्यम्, औदर्यम्, आकरजम् इति उक्तम्. आकरजम् इत्युक्ते सर्वं लोहम् इति एव. आकरः इत्युक्ते मैन् अस्ति. आकरे, आकरे यद् जायते आकरजम्. केनापि आगतं वा इदानीं? मध्ये अस्ति, सत्यं, पेज् 42 मध्ये आकरजम् इति. तदर्थं सुवर्णम् इत्यस्य उदाहरणं स्वीकृत्य आकरजम् अपि तैजसद्रव्यम् इत्यस्य चर्चा अद्य भवति करपत्रस्य पठनेन. केनापि आगतं वा इदानीम्? आम् आं भगिनी, सावित्री अस्मि अत्र. अस्तु सावित्री भगिनी. नीता भगिनी अधुना पठति वा करपत्रम्? आं पठामि, पठामि. अग्रे पठतु. पूर्वपक्षः. सुवर्णपार्थिवं द्रव्यं. पूर्वपक्षी प्रायः चार्वाकः पूर्वपक्षिणः अनुमानद्वयम्. अस्तु, अत्र एकम् अत्र एकं वदामि. गते सप्ताहे एका चर्चा जाता. केचन जनानां मतमस्ति, विशेषतया पूर्वपक्षिणां, यथा चार्वकः प्रायः, तथा केषाञ्चन जनानां मतमस्ति सुवर्णं तैजसं द्रव्यं न, पार्थिवद्रव्यमेव इति. किन्तु न्यायिकाः वदन्ति तथा नास्ति, सुवर्णं तैजसं द्रव्यम् इति. अत्र प्रथमतया मीमांसकानाम् अथवा पूर्वपक्षिणां मतं यदस्ति सुवर्णं पार्थिवद्रव्यम् इति, तद् किमर्थं तथा उक्तवन्तः इति परिशीलनम् अस्ति प्रथमे सर्गे यद् नीता भगिनी पठितवती. पूर्वपक्षः वदति यत् सुवर्णं पार्थिवं द्रव्यं, पूर्वपक्षी प्रायः चार्वकः, अपि च पूर्वपक्षिणः अनुमानद्वयम् अस्ति. सुवर्णं पार्थिवद्रव्यमिति साधयितुं पूर्वपक्षिणः अनुमानद्वयं कुर्वन्ति. ते के इति अग्रे पठेम. अस्तु, नीला नीता भगिनी पठतु. सुवर्णं अवगतं वा? सुवर्णं पार्थिवं पीतरूपवत्वात् हरिद्रावत्. सुवर्णे पीतरूपम् अस्ति, परन्तु पीतरूपं केवलं पृथिव्यां भवति. तेजसि बास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम्, अन्यत् सर्वं रूपं पृथिव्याम् एव. अतः स्वर्णस्य पीतरूपवत्वात् सुवर्णं पृथ्वी एव भवेत्, यथा हरिद्रा. हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यं. तथैव पीतरूपवत्वात् सुवर्णम् अपि पृथ्वी भवेत्. अस्तु भगिनी, उच्यताम्. तर्हि पूर्वपक्षिणः इत्युक्ते मीमांसकाः ये सुवर्णं पार्थिवम् इति वदन्ति, तेषां प्रथमम् अनुमानम् इदमस्ति. किमर्थं सुवर्णं पार्थिवद्रव्यम् इत्युक्ते पीतरूपवत्वात् इति उक्तम्। अस्तु, मीता भगिनी किञ्चित् वदतु यद् अवगतम्। स्वर्णं पार्थिवं द्रव्यं, स्वर्णं पार्थिवं पीतरूपवत्वात्, पीतरूपं तु येलोइश् अस्ति, हरिद्रावत् हरिद्रावत् अपि समान अर्थमेव, पीतरूपमेव किल, पीतवर्णं हरिद्रा इत्युक्ते हरिद्रा कुङ्कुमं, हरिद्रा इत्युक्ते टर्मरिक् रैट्, हरिद्रावत् यथा हरिद्रा इत्यस्य पीतरूपं तथा सुवर्णस्य अपि पीतरूपं, सुवर्णस्य अस्तु अस्तु, सुवर्णे पीतरूपम् अस्ति अस्तु, परन्तु पीतरूपं केवलं पृथिव्याम् भवति। ओ इति तेषां वादः। ओ अस्तु अस्तु, पीतरूपं पृथिव्यामेव भवति, सुवर्णम् अपि पीतरूपं पीतरूपवत् अस्ति, तदर्थं पीतरूपं पीतरूपवत् द्रव्यं सुवर्णम् अस्ति पृथिवी इति तेषां वादः, पार्थिवद्रव्यम् अस्ति इति। तेजसी भास्वरशुक्लरूपम् इत्युक्ते भास्वर इत्युक्ते यस्मिन् प्रकाशः अस्ति, प्रकाशमानः, भास्वर प्रकाशमान शुक्लरूपम्। ओ प्रकाश अस्तु, भास्वर शुक्ल इत्युक्ते श्वेत, शुक्लरूपम् इत्युक्ते श्वेतरूपम्। आम् तेजसि भास्वर शुक्लरूपम्, जले अभास्वर शुक्लरूपम्, अन्यत् सर्वं रूपं पृथिव्यामेव। किं इति अवगतं वा? लिटरलि अवगतम्। इत्युक्ते तेषां मतानुगुणं भास्वरशुक्लरूपम् इति केवलं तेजसि एव भवति, तादृशं शुक्लरूपं यत् प्रकाशमानम् अस्ति तादृशं रूपं तेजसि भवति, जले शुक्लरूपं यदस्ति अभास्वरशुक्लरूपम्। इत्युक्ते भगिनि अभास्वरशुक्लरूपम् इत्युक्ते नाट् शैनिङ्ग् वैट् कलर्, शैनिङ्ग् हा हा यत् प्रकाशमानं नाट् शैनिङ्ग्। आमामाम् अस्तु, तेषां मतानुगुणं तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपं, तादृशं रूपं पृथिव्यां नास्ति, अन्यत् सर्वं रूपमेव पृथिव्यां भवति, यथा पीतरूपवत्वम् अथवा रक्तरूपवत्वं नीलरूपवत्वं, तत् सर्वं पृथिव्यां भवति, भास्वरशुक्लरूपम् अभास्वरशुक्लरूपं पृथिव्यां न भवति। इदानीं अस्माकं चर्चाविषयः अस्ति सुवर्णं, तस्य पीतरूपवत्वम् अस्ति, तच्च पीतरूपवत्वं भास्वरशुक्लरूपवत्वम् अपि नास्ति, अभास्वरशुक्लरूपवत्वम् अपि नास्ति, तदर्थं सुवर्णं तेजः वा जलं वा नास्ति, किन्तु अन्यत् सर्वं रूपं कुत्र अस्ति नीता भगिनी? अन्यत् सर्वं रूपं पृथिव्याम् अस्ति इति वदति, तदर्थं सः इति उक्तमस्ति, अतः स्वर्णस्य पीतरूपवत्वात् स्वर्णं पृथिवी एव भवेत् इति अवगच्छति वा? आम्, अन्य सर्वे रूपं पृथिव्याम् एव अस्ति इति ते वदन्ति, अतः स्वर्णं पृथिव्याम् अस्ति, अतः स्वर्णमपि सुवर्णं पीतरूपवत् अस्ति, तदर्थं पृथ्वी एव अस्ति इति तेषां कथनमस्ति। अग्रे अपि पठतु, यथा हरिद्रा। यथा हरिद्रा, हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यं, तथैव पीतरूपवत्वात् सुवर्णम् अपि पृथिवी भवेत् इति अवगतम्? गीता भगिनी अवगच्छति वा? सम्यक् न. यथा हरिद्रा पीतरूपवती अवगतम्, अतः पार्थिवद्रव्यं तथैव पीतरूपवत्वात् सुवर्णम् अपि पृथिवी. अस्तु अस्तु भगिनि. पीतरूपवत् अस्ति सुवर्णं, पीतरूपमस्ति सुवर्णे. सुवर्णे भास्वरशुक्लरूपमपि नास्ति, अभास्वरशुक्लरूपमपि नास्ति. आम्, तर्हि सुवर्णं तेजः न, सुवर्णं जलं न, सुवर्णे पीतरूपमस्ति, तदर्थं सुवर्णं पृथिवी इति तेषां प्रथमम् अनुमानम्. अस्तु, केषां प्रथमम् अनुमानम्? प्रथमपक्ष, हा, पूर्वपक्षिणः प्रथमम् अनुमानमस्ति सुवर्णं पार्थिवं द्रव्यम् इति वदनार्थं. केनापि आगतं खलु इदानीं नूतनतया? आं, क्षम्यतां भगिनि. नमस्ते, लक्ष्मी अस्ति अत्र, अस्मि अत्र. लक्ष्मी भगिनी, वयं करपत्रं पठन्तः स्मः. लक्ष्मी भगिनी, आम् आं दृष्टवती. अग्रे पूर्वपक्षिणः प्रथम अनुमानं सुवर्णं पार्थिवद्रव्यं पीतरूपवत्वात्. पीतरूपम् इति पार्थिवद्रव्येषु एव भवति, तेजसि न अपि तु अपि च जले अपि न. तर्हि सुवर्णं पार्थिवद्रव्यम् इति तेषाम् अनुमानं, प्रथमम् अनुमानं. द्वितीयम् अनुमानं किम् इति पश्येम. सरला भगिनी अग्रे पठति वा? स्वर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत्. स्वर्णं पार्थिवं गुरुत्वात् स्वर्णम् उपरिष्टात् त्यजामश्चेत् पतति, यथो हि तस्मिन् गुरुत्वम् अस्ति. पृथिव्यां जले चैव गुरुत्वं वर्तते. उभयत्र गुरुत्वम्, अन्यत्र कुत्रापि गुरुत्वं न लभ्यते. यथा तेजसि गुरुत्वं नास्ति, अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति, यतो हि तेजसि गुरुत्वं नास्ति. परन्तु स्वर्णम् अधः एव पतति, अतः तस्मिन् गुरुत्वम्. गुरुत्वं पृथिव्यां जले एव इति उक्तं. स्वर्णं जलं न इति सर्वेषां सम्मतम्. आहत्य स्वर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति, अतः पृथ्वी एव स्यात्. अस्तु, उच्यतां भगिनि. इदं द्वितीयम् इदं द्वितीयलक्षणं पृथिव्या अस्ति, पृथिव्यां गुरुत्वम् अस्ति. उदाहरणत्वं यदि स्वर्णम् उपरि उपरिष्टात् पतति, स्वर्णम् अधो पतति, तर्हि केवलं पृथिव्याम् इदं लक्षणम् अस्ति. यदि केवलं पृथिव्याम् इति न, जले अपि इदं लक्षणम् अस्ति. ओ, जले अपि अस्ति, क्षम्यताम्. तत् लक्षणं गुरुत्वं मन्यते. तेजसि गुरुत्वं नास्ति. यदा दीपस्य प्रकाशः उपरि अपि गच्छति, अधो अपि गच्छति, किन्तु तेजसि गुरुत्वं नास्ति. स्वर्णम् अधः पतति, तस्मिन् गुरुत्वम् असि मन्यते. सो गुरुत्वं पृथिव्यां जले अपि अस्ति, किन्तु स्वर्णं जलं न इति सर्वेषां मतम् अस्ति. स्वर्णं जलं द्रव्यं नास्ति. सो केवलं तस्मिन् पृथिव्यां द्रव्यम् अस्ति. तर्हि गुरुत्वम् इति लक्षणं पृथिव्याः लक्षणम् अस्ति. पृथिव्यामपि अस्ति, जले अपि अस्ति. यत्किमपि वयं पातयामः उपरिष्टात्, किमपि पुस्तकं भवतु, चषकः भवतु, पातयामश्चेत् अधः पतति, उपरि न गच्छति, यतोहि गुरुत्वाकर्षणबलात्. तादृशलक्षणमस्ति पृथु. क्षम्यतां, प्रश्नः अस्ति वा? इत्युक्ते ग्राविटि वा? ग्राविटि, सत्यं. यस्मिन् गुरुत्वम् इति लक्षणमस्ति तद् अधः एव पतति, उपरि तु न गच्छति. जलं भवतु अथवा पृथिवी पार्थिवद्रव्यं भवतु, सुवर्णमपि तथा, उपरिष्टात् पातनेन अधः एव गच्छति. किन्तु अग्निः तु न तथा अस्ति खलु? तेजसः प्रकाशः अथवा अग्नेः प्रकाशः सर्वत्र गच्छति, उपरि गच्छति, अधः गच्छति, सर्वत्र गच्छति. इत्यतः अग्नेः गुरुत्वं नास्ति, पृथिव्याः गुरुत्वम् अस्ति, जलस्य गुरुत्वम् अस्ति. तर्हि सुवर्णं जलं भवितुमर्हति वा इति प्रश्नः, गुरुत्वम् अस्ति इति कारणतः. सुवर्णं जलं न इति सर्वेषां सम्मतमस्ति, पूर्वपक्षिणामपि न्यायिकानां, सुवर्णं जलं न इति सम्मतम्. किन्तु अपरः पदार्थः अस्ति यस्मिन् गुरुत्वम् अस्ति, सः पदार्थः पृथिवी, पार्थिवद्रव्यं. तर्हि सुवर्णं जलभिन्नत्वे सति, सुवर्णं जलभिन्नवस्तु, अपि च गुरुत्वं यस्मिन् अस्ति तादृशं वस्तु, तर्हि सुवर्णं पृथिवी इति उक्त्वा सुवर्णं पृथ्वी अस्ति इति तेषां कथनमस्ति पूर्वपक्षिणां. प्रथमतया सुवर्णं पार्थिवद्रव्यं पीतरूपवत्वात्, द्वितीयमस्ति सुवर्णं पार्थिवं गुरुत्वात्, अपि च जलभिन्नत्वात्, पुस्तकवत् इति. तर्हि पूर्वपक्षिणाम् अनुमानद्वयम् अत्र स्थापितमस्ति, किमर्थं सुवर्णं पार्थिवद्रव्यम् इति. नयायिकानां सिद्धान्तः तु तथा न, सुवर्णम् अस्ति तैजसं द्रव्यं. तत् साधयितुं नयायिकाः किं वदन्ति इति अग्रे अस्ति. भगिनि, एकः प्रश्नः, तेजसि गुरुत्वं नास्ति इति प्रमाणं पूर्वपक्षिणाम् अपि नैयायिकानाम् अपि अङ्गीकृतवन्तः. सत्यं, तत्र सर्वेषां सम्मतः तेजसि गुरुत्वं नास्ति. बट् किन्तु तेजसि गुरुत्वं नास्ति कथं वक्तुम्? अग्ने दीपस्य प्रकाशः उपरि गच्छति, तदेव तेजसि गुरुत्वं नास्ति इति वदामः चेत् अग्नि किन्तु किञ्चित् कश्चन प्रदेशे कश्चन पेडके अग्नि स्थापयति चेत् तत् अग्नि पतितवत् न. अत्र कस्मिन् अग्नि स्थापयामश्चेत् इति उक्तवान्? वृक्षे कस्मिंश्चित् अग्नि अग्नेः दीपप्रकाशः उपरि गच्छति, तद् सम्मतम्. किन्तु अग्नि अग्निपदार्थ अत्र किञ्चित् प्रश्नः तत् अस्तु. अत्र प्रथमतया अग्निः अस्ति चेत् तस्य गमनस्य दिक् किं, प्रत्यस्मिन् दिशि गच्छति अग्नि, एवं न यत् केवलम् अधः गच्छति इति खलु. अग्नेः प्रकाशः अथवा दीपस्य प्रकाश दीपं प्रज्वलायां प्रज्वलामः चेत् तत्र दीपस्य प्रकाशः प्रकोष्ठे प्रत्यस्मिन् कोणे गच्छति, केवलम् अधः इति एव न. अग्नेः अपि प्रकाशः तथा. किन्तु सुवर्णं सुवर्णस्य पातनेन कस्यां दिशि गच्छति? अधः एव गच्छति, उपरि तु न गच्छति इति कृत्वा ते अनुमन्यन्ते यत् अग्नेः गुरुत्वं नास्ति, पार्थिवद्रव्यस्य अथवा जलस्य एव गुरुत्वम् अस्ति इति. आं भगिनि, समीचीनम् एव. भगिनि, यदि सुवर्णं अस्ति चेत् सुवर्णस्य प्रकाशः सर्वत्र गच्छति खलु? सुवर्णस्य प्रकाशः अस्तु, तर्हि सुवर्णम् अग्नि इति मन्यतां, तदा सुवर्णस्य प्रकाशः अस्ति न वा इति प्रश्नः उदेति. किन्तु पूर्वपक्षिणां तु वादः एव भिन्नः. सुवर्ण तैजसं द्रव्यमेव नास्ति, पार्थिवद्रव्यं. सुवर्णे शैनिङ्ग् अथवा भास्वरशुक्लरूपं नास्ति, केवलं पीतरूपम् अस्ति, अपि च गुरुत्वम् अस्ति इति उक्त्वा ते पृथिवी इति वदन्ति. इदानीं नैयायिकाः किम् अग्रे अस्ति सिद्धान्तः इति, तदस्ति नैयायिकानां मतं. नैयायिकाः न सुवर्णं सुवर्णम् अग्निः अस्ति इति साधयितुम् एतत् सर्वं वदन्ति. सुवर्णम् अग्निः इति साधयामश्चेत् तत्र प्रायः भवता यदुक्तं तादृशः चिन्तनं स्यात्, तादृशं चिन्तनं तस्य प्रकाशः सर्वत्र गच्छति वा इति. तर्हि नैयायिकाः कथं साधयन्ति सुवर्णं तैजसिकं द्रव्यम् इति अग्रे पठेन. जयन्ती भगिनी पठति वा? आं भगिनि. सिद्धान्तः सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति. सिद्धान्ती नैयायिकः. पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति. इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति, यथा घृतम्. अग्निसंयोगे सति तं द्रवः भवति. घृते द्रवत्वम् उत्पद्यते. तस्मिन् घृते पुनः इतोपि तेजसंयोगः क्रियते चेत् तद् द्रवत्वं नश्यति. एतावता चार्वकानां मतं किम् इति वयं दृष्टवन्तः. अग्रे नैयायिकानां मतं किम् इति वयं पश्यामः. तेषां नैयायिकानां सिद्धान्तः अस्ति सुवर्णं तैजसं पार्थिवद्रव्यमपि इति ते वदन्ति. किमर्थम् इत्युक्ते पृथिव्यां कुत्रचित् पृथिव्याः लक्षणं द्रवत्वम् अपि वक्तुं शक्यते वा? लक्षणम् इति लक्षणमिति न वक्तुं शक्नुमः, किन्तु नैमित्तिकं द्रवत्वं भवति. अस्तु, आं पृथिव्यां नैमित्तिकं द्रवत्वं भवति. केचन सन्दर्भेषु उदाहरणार्थं यदि अग्निं योजयामः चेत् तस्मिन् सन्दर्भे द्रवत्वं भवति पृथिव्यां. घृतं स्वीकुर्मः चेत् घृतं साधारणतया द्रवति न वा? न द्रवति न द्रवति परन्तु यदि अग्निं योजयामः चेत् तस्य द्रवत्वं भवति, इतोपि अधिकं अग्निं संयोजयामः चेत् तत्र घृतस्य नाशनमेव भवति, तदेव द्रवत्वस्य नाशनं भवति। ओ हा, घृतस्यापि नाशनम् अन्ततो गत्वा, यथा भगिन्या उक्तं केषुचित् सन्दर्भेषु एव घृतम् इति पार्थिवं द्रव्यम् अस्ति, केषुचित् सन्दर्भेषु एव तस्य द्रवत्वं भवति, तदर्थं नैमित्तिकं द्रवत्वं। कस्मिन् सन्दर्भे भवति? यदि अग्निसंयोगः भवति तदा घृतं द्रवत्वं प्राप्नोति। द्रवत्वम् इत्युक्ते लिक्विडिटि। घृतस्य पात्रम् अग्नेः उपरि स्थापयामश्चेत् घृतं प्रथमतया घनम् अस्ति, इत्युक्ते सालिड् अस्ति, अग्निसंयोगेन घृतं द्रवत्वं प्राप्नोति। तर्हि पार्थिवद्रव्यमस्ति गृहत्वं, किन्तु तस्मिन् नैमित्तिकद्रवत्वं भवति। अत्र भेदः अस्ति, द्रव्यम् इत्युक्ते वस्तु अथवा पदार्थः, द्रवत्वम् इत्युक्ते अथवा द्रवः इत्युक्ते लिक्विड् अस्ति, द्रवत्वम् इति लिक्विडिटि अस्ति। तर्हि घृते द्रवत्वम् उत्पद्यते तदा यदा अग्निसंयोगः भवति। इतोपि अग्निसंयोजयामश्चेत् निरन्तरेण अग्निसंयोगः भवति चेत् अन्ततो गत्वा घृतस्य द्रवत्वं नश्यति, इत्युक्ते घृतं पुनः घनं भवति, कृष्णवर्णीयः आशस् एव भवति घृते, द्रवत्वस्य नाशः भवति। इति सर्वेषु पार्थिवद्रव्येषु तथा स्थितिः भवति इति प्रथमः अंशः। अवगच्छन्ति वा सर्वे? नैमित्तिकं द्रव्यम् इत्युक्ते किं भगिनि? नैमित्तिकं द्रव्यम् इत्युक्ते तत्र निमित्तम् अथवा हेतुः स्यात् द्रवत्वस्य कृते। घृतस्य द्रवत्वम् अथवा घृतस्य द्रवत्वम् इत्युक्ते घृतस्य लिक्विडिटि, तस्य कृते निमित्तम् अथवा हेतुः अस्ति अग्निः। तादृशः हेतुः न निमित्तम् इत्युक्ते कण्डिशनल्? सत्यं, निमित्तं कास् महोदय, कण्डिशनल् अपि वक्तुं शक्नुमः। निमित्तं यस्य कस्यापि कृते कश्चन हेतुः भवति तद् निमित्तं भवति। कारणमपि वक्तुं शक्नुमः वा? कारणमपि वक्तुं शक्नुमः, सत्यं। घृतस्य द्रवत्वस्य कारणम् अग्निसंयोगः भवति, नैमित्तिकद्रवत्वं। किन्तु अधिकसमयपर्यन्तं यदि अग्निसंयोगः भवति तर्हि घृतं पुनः घनं भवति, सालिड् भवति, अथवा अन्ते केवलम् आश् वा कृष्णवर्णीयः तादृशपदार्थः अवशिष्यते, द्रवत्वमपि नश्यति घृतस्य। इति एकः अंशः अस्ति, पार्थिवद्रव्येषु तादृशः स्वभावः दृश्यते। परन्तु घृतं यदा द्रवत्वं नश्यति, पृथिवी पार्थिवं तिष्ठति एव। सत्यं सत्यं, पार्थिवं तु तिष्ठति, द्रवत्वं नश्यति अग्निसंयोगेन, अधिककालपर्यन्तम् अग्निसंयोगेन। एकवारम् अग्निसंयोजयामश्चेत् तदा द्रवत्वं प्राप्नोति, किन्तु इतोपि अग्निसंयोजनेन अन्ततो गत्वा द्रवत्वं नश्यति, पार्थिवत्वं तु भवति एव यथा भवता उक्तम्। इति पार्थिवद्रव्येषु दृश्यमानः स्वभावः अस्ति, एतादृशः स्वभावः नैमित्तिकद्रवत्वम् इति स्वभावः पार्थिवद्रव्येषु। एवं वक्तुं शक्नुमः सर्वेषु पार्थिवेषु द्रवत्वं अन्तर्भूतः अस्ति इति? सर्वेषु पार्थिवेषु इति न वक्तुं शक्नुमः, किन्तु केषुचित् पार्थिवद्रव्येषु नैमित्तिकद्रव्यम् अस्ति. इदानीं पाषाणखण्डं स्वीकरोतु, तस्मिन् द्रवत्वम् अस्ति वा इति कथं वक्तुं शक्नुमः? अग्निसंयोगेन पाषाणं यदि अति उष्णं भवेत् चेत् तदपि द्रवत्वं द्रवत्वं नैमित्तिकं द्रवत्वं भवितुम् अर्हति किल? तत् किञ्चित् डिबेटबल् अस्ति इति चिन्तयामि. पार्थिव पाषाणखण्डेषु यावत्पर्यन्तं अग्निसंयोजनेन द्रवत्वं ते प्राप्नुवन्ति वा इति. किन्तु पृथिव्यां घृतस्य उदाहरणं स्वीकृत्य, घृतं तु पार्थिवद्रव्यं, तस्मिन् अग्निसंयोजनेन द्रवत्वं भवति. तर्हि कुत्रचित् पृथिव्यां नैमित्तिकद्रवत्वं भवति यथा घृते. किन्तु तादृशं द्रवत्वं नश्यति अपि घृते, इतोपि अधिक अग्निसंयोगेन नश्यति अपि इति एकः अंशः. अधुना अग्रे गत्वा सुवर्णस्य कृते एतादृशः सन्दर्भः भवति चेत् किं किं स्यात् इति अग्रे पठेम. केनापि आगतं वा इदानीं नूतनतया? अहं वर्धिनी भगिनि, मम नाम वर्धिनी. वर्धिनी भगिनी, अस्तु अस्तु. अग्रे रागिनी भगिनी पठति वा? अधुना पात्रद्वयम् अस्ति. बृहति पात्रे जलं संस्थापितं, तस्मिन् जले पुनः लघुपात्रं स्थापितं यस्मिन् घृतम् अस्ति. बृहत् पात्रस्य अधः अग्निः आरब्धः. उष्णसंयोगेन घनं घृतं द्रवः भवति. ततः अग्रे यावत् अग्निसंयोगं करोति ते विद्यमानं द्रवत्वं न नश्यति. अग्निघृतयोः मध्ये यज्जलम् अस्ति तज्जलं घृतद्रव्यत्वनाशं प्रतिबध्नाति. अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इति उच्यते. अस्तु, उच्यतां भगिनि. किम् अवगतम्? इदानीं पात्रद्वयं नीत्वा तत्र बृहति पात्रे किञ्चित् जलं स्थापयामः. तदनन्तरं तत् किञ्चित् लघुपात्रं स्वीकृत्य तत्र तस्मिन् घृतं स्थापयामः. अधः अग्निः स्थापयामः. तदा उष्णसंयोगेन घनं घृतं द्रवः भवति. अग्रे यदि अग्निसंयोगं वर्धयामः तत्र यत्र तदा अग्निसंयोगं वर्धयामः तदा अपि घृतस्य नाशः न भवति. घृतस्य नाशः न भवति, घृतस्य द्रवत्वस्य भवति. घृतस्य द्रवस्य द्रवत्वस्य नाशः न भवति यथा पूर्वं पूर्वस्मिन् वाक्ये किम् आसीत् तत्र किञ्चित् ब्लाक् भवति, तथा न भवति. तर्हि जलं किम् अस्ति अत्र? तत्र जलं तत्र प्रतिबन्धकम् अस्ति. जलं प्रतिबन्धकम् अस्ति. कस्य कृते प्रतिबन्धकं? प्रतिबन्धकम् इत्युक्ते बध्नाति अथवा विरोधं करोति इति. कस्य कृते प्रतिबन्धकम् अस्ति? कस्य कं प्रति? घृतस्य द्रव्यत्वस्य नाशस्य प्रति. घृतद्रवत्वनाशं प्रति प्रतिबन्धकम् अस्ति जलम्. अस्तु, सर्वे अवगच्छन्ति वा? भगिनी प्रश्नः अस्ति, बृहती इत्यस्य रूपं किं? बृहत् इति इत्युक्ते सकारान्त, तत्र पात्रं नपुंसकलिङ्गपदं खलु? आं, बृहती पात्रे सप्तमी. सप्तमी भक्ति, ओ सप्तमी, अस्तु. पात्रं नपुंसकं, तस्य सप्तमी पात्रे, तदर्थं बृहती पात्रे इति अस्ति. अस्तु. तर्हि सर्वैः अवगम्यते वा यद् भगिन्या रागिणी भगिन्या उक्ता? अस्मिन् सन्दर्भे पात्रद्वयम् अस्ति. प्रथमे सन्दर्भे घृतस्य पात्रं साक्षात् अग्नेः उपरि स्थापयित्वा घृतस्य द्रवत्वप्राप्तिः, तदनन्तरम् इतोपि अग्निसंयोजनेन द्रवत्वस्य नाशनम् अपि अभवत्. अधुना पात्रद्वयमस्ति. बृहति पात्रे, बृहत् पात्रे प्रथमं जलं संस्थापयामः, तदनन्तरं लघुपात्रं स्वीकृत्य लघुपात्रे घृतं संस्थापयामः, बृहत् पात्रे लघुपात्रं स्थापयित्वा तदनन्तरम् अग्निसंयोगः भवति इति चिन्तयन्तु. तादृशसन्दर्भे घृतं द्रवत्वं प्राप्नोति, यतोहि अग्नेः शाखः अथवा औष्ण्यं तु भवति एव. यद्यपि जलस्य पात्रे अस्ति, जलपात्रस्य अग्निसंयोगेन औष्ण्यं प्राप्य घृतस्य द्रवत्वं तु भवति, घृतं द्रवः भवति. किन्तु अधिककालपर्यन्तमपि अग्निसंयोजयामश्चेत् घृतस्य द्रवत्वनाशनं न भवति, यतोहि घृतं साक्षात् अग्निसंयोगे नास्ति, अपि तु घृतमस्ति जलस्य पात्रे. तदर्थं घृते विद्यमानं द्रवत्वं न नश्यति एव. तर्हि अग्निघृत अनयोः मध्ये जलम् अस्ति, जलं प्रतिबध्नाति, द्रवत्वनाशं प्रतिबध्नाति, अतः जलं प्रतिबन्धकम् इति उच्यते. कं प्रति प्रतिबन्धकं? घृतद्रवत्वनाशं प्रति प्रतिबन्धकं भवति जलम् इति. स्पष्टः अस्ति वा? अथवा अत्र प्रश्नः अस्ति चेत् उच्यतां, भ्रमः अस्ति चेत्. तर्हि मुख्यः अंशः अस्ति, कुत्रचित् पार्थिवद्रव्येषु, केषुचित् पार्थिवद्रव्येषु प्रतिबन्धकस्य आवश्यकता अस्ति. नैमित्तिकद्रवत्वं संरक्षयितुं प्रतिबन्धकस्य आवश्यकता अस्ति पार्थिवद्रव्येषु. सुवर्णे कीदृशी स्थितिः अस्ति इति अग्रे पश्येमः. गोपालमहोदय अग्रे पठति वा? आम्, असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति. घृतं यत् घनम् आसीत् अग्निसंयोगेन द्रवः जातः, तदा अत्यन्त अनलसंयोगे पुनः घनम् आकारं प्राप्तं. घृतं जलति सस्य च कृष्णरूपं, घृतं जलति सस्य च कृष्ण ज्वलति तत् घृतं ज्वलति तस्य च कृष्णरूपं भवति. परन्तु जलप्रतिबन्धके सति अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलोकसंयोगे सति पार्थिवद्रवत्वं नश्यति तत्र. अस्तु, पुनः पङ्क्तिशः पठित उच्यताम्. एवं पूर्वम् उक्तं सदैव अस्ति, यत्र प्रातिबद्धिकम् अस्ति तत्र द्रवत्वं न नश्यति. पार्थिव जलादि प्रतिबन्धकं नास्ति चेत् अत्यन्त अनलसंयोगे पार्थिवद्रवं नश्यति. यदा वयं पूर्वं दृष्टवन्तः घृतं प्रति घृतद्रवत्वनाशं प्रति प्रातिबन्धिकम् आवश्यकं, प्रतिबन्धकम् आवश्यकं. परन्तु सुवर्णविषये किञ्चित् भिन्नः अग्रिम अस्ति, पठामि वा अग्रे? एकनिमिष, अत्र अयम् अंशः सर्वैः बुद्धः वा? असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति. पार्थिवद्रवत्वं कदा नश्यति? अत्यन्तानलसंयोगे. अत्यन्तानलसंयोगे इत्युक्ते अधिकम् अनलसम् अनलः इत्युक्ते अग्निः अधिककालपर्यन्तम् अथवा अत्यन्त अनल संयोगेन इतोपि अग्निसंयोगेन घृतस्य द्रवत्वं नष्टं तदेव अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति इत्यस्य अर्थः अस्ति अपि च तादृशः पार्थिवद्रव्यनाशनं कदा भवति असति प्रतिबन्धके वयं दृष्टवन्तः यत् जलं प्रतिबन्धकम् आसीत् जलस्य पात्रे स्थाप्यमानं घृतं तस्य द्रवत्वं न नष्टम् यदा प्रतिबन्धकं भवति तदा द्रवत्वं न नश्यति किन्तु असति प्रतिबन्धके इत्युक्ते यदा प्रतिबन्धकं न भवति तदा अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति इति अर्थः यथा घृतं प्रथमं घनमासीत् अनलसंयोगेन द्रवः तदनन्तरम् अत्यन्तानलसंयोगः आसीत् प्रतिबन्धकं नासीत् मध्ये तदा घृतं घृतस्य द्रवत्वस्य नाशः अभवत् किन्तु यदा कदापि प्रतिबन्धकम् आनीतमासीत् तदा द्रवत्वं तिष्ठति तदेव अत्र उक्तं प्रतिबन्धके सति अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति इति उक्तमासीत् घृतं तु पार्थिवद्रव्यम् अस्ति पार्थिवद्रव्येषु एतादृशं द्रवत्वम् अस्ति एतादृशं द्रवत्वम् इत्युक्ते तादृशं द्रवत्वं यद् नश्यति अत्यन्तानलसंयोगे असति प्रतिबन्धके अपि च प्रतिबन्धके सति अत्यन्तानलसंयोगे पार्थिवद्रवत्वं न नश्यति तादृशं द्रवत्वं पार्थिवद्रव्येषु अस्ति अधुना अस्माकं मूलविषयः अस्ति सुवर्णमपि पार्थिवद्रव्यम् अस्ति न वा इति पार्थिवद्रव्यं नास्ति सुवर्णम् इति दर्शयितुं घृतस्य उदाहरणं दत्तवन्तः न्यायायिकाः ते उक्तवन्तः घृतं पार्थिवद्रव्यं तस्मिन् नैमित्तिकद्रव्यं भवति किन्तु तस्य नाशः अपि भवति यदा प्रतिबन्धकं नास्ति तदा पार्थिवद्रव्याणां तादृशी स्थितिः सुवर्णं पार्थिवद्रव्यं नास्ति किमर्थं नास्ति इति अग्रे लिखितमस्ति पठेम एतावता अवगतं वा सर्वैः अस्तु अग्रे सन्ध्या भगिनी पठति वा आम् अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति अत्यन्तानलसंयोगे सति अपि द्रवत्वं तिष्ठति एव सुवर्णं पुनः घनं न भवति यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात् तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति जलमपि न भवितुम् अर्हति सुवर्णे जलस्य अभावात् तत्र सर्वेषाम् अङ्गीकारः वायवादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हन्ति केवलं तेजः अवशिष्यते अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात् अस्तु भगिनि प्रारम्भतः वाक्यशः किञ्चित् प्रतिपादयतु अधुना सुवर्णम् इदानीं सुवर्णविषये चर्चा अनलसंयोगे सति सुवर्णं द्रवः भवति इत्युक्ते यदि सुवर्णस्य अधः अग्निं स्थापयामः वा संयोगे अग्निः अस्ति चेत् तत्र सुवर्णस्य द्रवत्वं भवति यत् पूर्वं सुवर्णं घनम् आसीत् तस्य द्रवत्वं जायते तत्र अधिकः अपि यदि भवति अग्निः अत्यन्तानलसंयोगः भवति तदापि द्रवत्वं तिष्ठति एव सुवर्णं पुनः तत्र द्रवत्वस्य नाशं भूत्वा सुवर्णस्य घनत्वं न आगच्छति सुवर्णे. यद्यपि अग्निसुवर्ण इत्युक्ते अत्र प्रथमम् अग्निसंयोजनेन सुवर्णमपि द्रवः भवति यथा घृतं, किन्तु इतोपि अग्निसंयोजनेन तस्य द्रवत्वं नश्यति वा? न नश्यति, न नश्यति. यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति. इत्युक्ते अत्र प्रतिबन्धकं किमपि नास्ति, यथा घृतस्य उदाहरणे जलं प्रतिबन्धकम् आसीत् द्रवत्वनाशनस्य, तथा अत्र नास्ति. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. तत् प्रतिबन्धकं पृथिवी न भवितुम् अर्हति, यतः पूर्वस्मिन् उदाहरणे दृष्टं घृतस्य यथा द्रवत्वं पार्थिवद्रवत्वं नष्टं भवति, ततः वयं स्वीकर्तुं शक्नुमः पृथिव्याः एव तत्र नाशनं भवति अत्यन्त अनलसंयोगेन. परन्तु तत्र तर्हि तत्र पृथिवी न भवितुम् अर्हति इति सिद्धं सुवर्णे, अतः सुवर्णं पार्थिवं नास्ति इति वक्तुं शक्नुमः. जलमपि न भवितुम् अर्हति, यतः सर्वैः स्वीकृतम् अस्ति सुवर्णे जलस्य तत्र जलं नास्ति इति, जलस्य अभावः अस्ति इति. तत्र एकं वाक्यमासीत् जलभिन्नत्वे सति गुरुत्वात् इति, सुवर्णं जलभिन्नम् इति सर्वैः स्वीकृतं, पूर्वपक्षी पक्षिभ्यः अपि नयायिकेभ्यः अपि स्वीकृतम्. आम्, पुनः सुवर्णे वायुः इत्यपि न भवितुम् अर्हति, यतः वायौ रूपं नास्ति, परन्तु सुवर्णे तु रूपम् अस्ति इति पूर्वं सिद्धम् अस्ति इति. अनन्तरं तर्हि इदानीं केवलं तेजः एव अवशिष्यते, अतः सुवर्णे तेजः एव स्यात् यद् द्रवत्व नाशं प्रति सुवर्णस्य प्रतिबन्धकं स्यात् इति वदन्ति अत्र. तर्हि सुवर्णे एव कश्चन अन्तर्भूतः लक्षणं स्यात्, तेजः एव स्यात् सुवर्णे यत् प्रतिबन्धकम् अस्ति इति. सर्वैः बुद्धं वा? अथवा अत्र प्रश्नः अस्ति वा? अत्र सुवर्णस्य उदाहरणे प्रथमम् अनलसंयोगः भवति, तदा सुवर्णं द्रवः भवति, तदनन्तरम् इतोपि अनलसंयोगेन सुवर्णस्य द्रवत्वं न नश्यति, तत्र प्रतिबन्धकस्य आवश्यकता नास्ति. प्रथमं जलं स्थापयित्वा तस्मिन् सुवर्णं स्थापयित्वा तदनन्तरम् अनलसंयोगः, तादृशं किमपि नास्ति अत्र. प्रतिबन्धकस्य आवश्यकता एव नास्ति, सुवर्णं स्वयमेव स्वस्य द्रवत्वं रक्षति. अतः सुवर्णे एव तादृशं प्रतिबन्धकं स्यात् येन सुवर्णस्य द्रवत्वं तिष्ठति, अपि च तादृशं प्रतिबन्धकं सुवर्णे विद्यमानं प्रतिबन्धकं तेजः एव स्यात् इति नैयायिकानां सिद्धान्तः. तदर्थं सुवर्णं पृथिवी नास्ति, अपि तु तेजः एव. सुवर्णं जलमपि नास्ति, पूर्वमपि दृष्टवन्तः जलभिन्नत्वे सति गुरुत्वात् इति वाक्येन. सुवर्णं जलं नास्ति, सुवर्णं पृथिवी नास्ति, यतोहि सुवर्णे एव तेजः अस्ति येन सुवर्णस्य द्रवत्वं तिष्ठति. प्रश्नः अस्ति भगिनि, किमर्थम् अस्माकं शरीरे तु पञ्चभूताः सन्ति, किमर्थम् एतत् न सिद्ध किमर्थं स्वर्णे पृथ्वी अपि पार्थिवमपि अस्ति, जलमपि अस्ति, तेजसकं तेज अपि अस्ति इति त्रयोः त्रयः भूताः सन्ति इति सिद्धं न इति सिद्धं न भवेत्? सुवर्णे पृथ्वी अस्ति एव, किन्तु मुख्यांशः नास्ति इति प्रथमे वाक्ये एव उक्तम्। यथा अस्माकं शरीरे पृथ्वी मुख्यांशः, किन्तु जलमग्निवायुः इत्यादि द्रव्याणि अपि सन्ति, तथैव सुवर्णे तेजः अस्ति, पृथ्वी अपि अस्ति, किन्तु मुख्यांशः तेजः। यदि श्रेणीकरणं भवेत् तदा सुवर्णं अथवा इत्यादिकम् आकरजं सर्वम् आकरजं कुत्र गच्छति? पृथिव्याः श्रेण्यां भवति वा अथवा तेजसः श्रेण्यां भवति वा इति वादः। पूर्वपक्षिणः भवति सुवर्णं पार्थिवं पीतरूपवत्वात् अपि च जलभिन्नत्वे सति गुरुत्वात् इति पूर्वपक्षिणः वा। नैयायिकाः वदन्ति आम् सुवर्णे अस्ति कश्चन अंशः, पार्थिवांशः स्यात् सुवर्णे, किन्तु सुवर्णं पृथ्वी इति वक्तुं न शक्नुमः, पार्थिवद्रव्यमिति न वक्तुं शक्नुमः। अस्माकं शरीरं यथा पार्थिवशरीरं, किन्तु अग्निवायुः इति अंशाः सन्ति एव, मुख्यांशः पार्थिवः, तथा एव सुवर्णस्य मुख्यांशः तेजः। ओ अस्तु। यतोहि सुवर्णस्य द्रवत्वं न नश्यति, अत्यन्तानलसंयोगे असति प्रतिबन्धके अपि सुवर्णस्य द्रवत्वं न कदापि नश्यति। प्रतिबन्धकं सुवर्णे स्वयं सुवर्णे एव अस्ति, तच्च तेजः एव इति कृत्वा सुवर्णं तैजसं द्रव्यं न तु पार्थिवं द्रव्यम् इति नैयायिकानां मतमस्ति। धन्यवादः भगिनि। अस्तु, चिन्तनम् अत्र किमपि चिन्तनम् अस्ति वा? सर्वैः बुद्धं स्यात्। तर्हि वयं यत्किमपि अत्र चर्चितवन्तः तदेव चिन्तनम् अत्र अग्रे दत्तमस्ति दीपिका नाम्ना ग्रन्थात् उद्धृतं भागम् अस्ति, तदग्रे पठेम। माला भगिनी अग्रे पठति वा? तत्र नूतनं किमपि नास्ति, एतावता अस्माभिः यत्किमपि चर्चितं तदेव अत्र दीपिका ग्रन्थे अपरस्यां शैल्याम् अस्ति तावदेव। अत्र किमर्थं सुवर्णं तैजसम् इति विषये विचारः जातः, अतः दीपिकाग्रन्थस्य कश्चन भागः उद्धृतः यस्मिन् एतत् सर्वं प्रतिपादितम्। अग्रे पठ्यतां कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णः इति दृश्यताम्। दीपिका, सुवर्णतैजसत्ववादः। ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् न अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाशादर्शनेन असति प्रतिबन्धके पार्थिव द्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात् अस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्व अधिकरणत्वेन पार्थिवत्वानुपपत्तेः तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्व अधिकरणतया जलत्व अनुपपत्तेः रूपवत्तया वायवादिषु अनन्तर्भावात् तैजसत्वसिद्धिः तस्य उष्णस्पर्शभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः तस्मात् सुवर्णं तैजसम् इति सिद्धम्। अस्तु तर्हि यावत् अवगतम् उच्यताम्। अत्र एकनिमिषः, इतोपि एकः अंशः मया न उक्तम्। अत्र अस्ति वायवादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हति। सुवर्णस्य रूपम् अस्ति, वायुरूपं नास्ति इति वयं जानीमः एव। तदर्थम् अत्र उक्तं वायवादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हति। सुवर्णं वायुः अपि नास्ति, सुवर्णं जलं नास्ति, सुवर्णं वायुः नास्ति रूपाभावात्, पृथिवी नास्ति यतोहि सुवर्णे स्वयं प्रतिबन्धकम् अस्ति तेजः, अत्यन्तानलसंयोगे अपि द्रवत्वं न नश्यति इति कृत्वा। अस्तु भगिनी, किन्तु पूर्वे सिद्धान्तपक्षे एकवाक्यम् अवदत् वा, सुवर्णे तेजः अपि न अस्ति, पृथिवी अपि अस्ति इति सिद्धान्तः न? सत्यं सत्यम्। अत्र उक्तं खलु महोदय, मुख्यांशः तेजः एव। यथा अस्माकं शरीरे पार्थिवशरीरं, तस्मिन् अग्निः इति गौणांशाः सन्ति। अग्निः, वायुः, जलम् इति गौणांशाः, मुख्यांशः तु पृथिवी एव अस्मदादीनां शरीरे। तथा एव सुवर्णे तेजः इति मुख्यांशः, पृथिवी अपि स्यात्। पृथिवी अस्ति एव, पृथिव्याः अंशः सुवर्णे तु अस्ति एव, किन्तु तेजः मुख्यांशः अस्ति इति नैयायिकानां मतम्। अपि च किमर्थं तेजः मुख्यांशः इत्युक्ते तत्र अस्ति तर्कः, अयमेव तर्कः, अत्यन्तानलसंयोगे असति प्रतिबन्धके द्रवत्वं न नश्यति सुवर्णस्य इति कृत्वा। आम्, किन्तु समीचीनं भगिनि, अहं चिन्तनं करिष्यामि। अस्तु, आङ्ग्लभाषायामपि वक्तुं शक्नोति प्रश्नः अस्ति चेत्। न, आफ्टर् देट् वि सो देट् रैट् देर् इस् नो पृथिव्या अंशं न तिष्ठति इति। पृथिव्याः, हा, पृथिव्याः अंशः न तिष्ठति इति न, किन्तु सुवर्णस्य द्रवत्वं न नश्यति। सुवर्णस्य द्रवत्वं न नश्यति, समीचीनं। सुवर्णस्य द्रवत्वं न नश्यति कारणं तेजः एव इति अनुमानम्। सत्यं। But in that paragraph we stated that there is no prithivi amsham, right? That is the only putra prithivi tathana tat prithivi amsham asti va na asti va tatha tu na asti। इदानीं किमस्ति, यथा घृतस्य उदाहरणं स्वीकृतवन्तः वयं, तत्र तु जलं तु प्रतिबन्धकम् अस्ति, तत् कारणात् जलस्य कारणात् तत्र द्रवत्वं न नश्यति। परन्तु स्वर्णे स्वयम् एव तेजः अस्ति, तत् तेजस्य प्रभावेन प्रतिबन्धकं रूपेण कार्यं करोति, तथा तस्य द्रवत्वं न नश्यति। तथैव तत्र किञ्चित् भिन्न किमपि भिन्नरूपं न भविष्यति, यथा घृतस्य भिन्नरूपं भवति, कृष्णरूपं भवति, यथा अनलसंयोगेन तथा स्वर्णस्य न भवति, यथा तत्र तेजस् अपि प्रतिबन्धकम् अस्ति स्वर्णे, सः तेजसः स्वर्णे एव अस्ति। चिन्तयामि भगिनी, संस्कृतेन कथं वदामि इति न जानामि, एलिमिनेशन् अत्र स्थापितमस्ति खलु, सुवर्णं तैरसम् इति, मोर् औट् आफ़् एलिमिनेशन्, पार्थिवद्रव्यं नास्ति किमर्थमित्युक्ते वायुद्रव्यमपि नास्ति, जलमपि नास्ति, जलद्रव्यमपि नास्ति, अतः तैजसम् अस्ति इति. भगिनी तदेव मम प्रश्नः, तदेव मम प्रश्नः, दट् एलिमिनेशन् रैट्. वि आर् नाट् सेयिङ्ग् एनिथिङ्ग् अबौट् गौणिक. अस्तु, तर्हि भवतः प्रश्नः इदानीम् अवगच्छामि. भवान् यथा भगिनी अपि उक्तं, तत्र प्रोसेस् आफ़् एलिमिनेशन् अस्ति. पूर्वं तु सेलेक्षन् आसीत्, पीतरूपवत्वात् गुरुत्वात् पार्थिवम् इति सेलेक्षन् आसीत्. किन्तु अत्र एलिमिनेशन् एलिमिनेशन् पार्थिवं नास्ति, जलं नास्ति, वायुः नास्ति, तदर्थं तेजः. तर्हि भवतः चिन्तनानुसारम् अत्र साधितं यत् सुवर्णं पार्थिवं नास्ति इति, खलु? सः एव आशयः अपि आसीत् अस्माकम्. इत्युक्ते प्रारम्भतया पूर्वपक्षिणः वदन्ति सुवर्णं पार्थिवं पीतरूपत्वात् गुरुत्वात् जलभिन्नत्वे इति, पूर्वपक्षी चार्वाकः इति. प्रथम पेराग्राफ़् द्वयं पश्यति चेत् अनुमानद्वयं, पूर्वपक्षिणः वदन्ति सुवर्णं पार्थिवं, नयायिकानां लक्ष्यम् अस्ति सुवर्णं पार्थिवं न तैजसम् इति. तत् साधयितुं किं कृतवन्तः नायायिकाः इत्युक्ते, यथा भगिन्या अपि उक्तं, राजेन्द्रमहोदयेन अपि उक्तं, सर्वं तेषां मतानुगुणम् एतत् जलं न, एतत् पृथ्वी न, एतद् वायु न, रूपाभावः अस्ति तदर्थं वायु न, द्रवत्वं तिष्ठति पृथिवी न इति कृत्वा अन्ततो गत्वा सुवर्णं तेजः इति एव स्थापितम्. आं भगिनि, समीचीनम्. प्रायः बहु समीचीनतया मया न विवृतं स्यात्, किन्तु प्रश्नः अस्ति चेत् कृपया इतोपि एकवारम् उच्यतां, महोदयमेव पृच्छतां. मम विवरणं कथमासीत् इति अहं न जानामि. परन्तु भगिनि, प्रथमे पुटे यथा उपरि तत्र अस्ति कथनस्य आशयः एवं यत् सुवर्णे तेजः मुख्य अंशः, पृथ्वी अपि अस्ति, तत् पूर्वम् एव उक्तं न्यायिकाः, तत् तेजः तु मुख्य अंशः अस्ति परन्तु पृथ्वी अपि अस्ति एव. पृथ्वी अपि अस्ति यतोहि तत्र गुरुत्वं तु अस्ति एव खलु सुवर्णस्य इति अहं चिन्तयामि. तथा पृथ्वी न एलिमिनेशन् न भवति पृथिव्याः, यथा पूर्वमेव तत्र लिखितम् अस्ति तेजः मुख्यांशः, पृथ्वी अपि अस्ति, पृथ्वी अपि स्यात् इति. अस्तु, अग्रे गच्छेम वा? अस्तु, माला भगिनी पठितवती खलु, तर्हि किञ्चित् तत्र उच्यताम् दीपिका ग्रन्थस्य वाक्यम्. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत्, सुवर्णं पार्थिवद्रव्यं नास्ति पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् इति इति प्रश्नः, तस्य उत्तरमस्ति न. न, अस्तु. अत्यन्त अनलसंयोगे सति घृत आदौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते, एकनिमिषः, अत्यन्त अनलसंयोगे सति घृत आदौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाशदर्शनेन अदर्शनेन. तर्हि सम्यक् अस्ति खलु, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशनदर्शनेन, तत्तु सम्यक् अस्ति वा? तत्र सर्वेषां स्वीकारः अस्ति. अपि च जलमध्यस्थघृते द्रवत्वनाश अदर्शनेन, यथा यदा वयं घृतं यदा वयं अनलसंयोग यदा वयं घृतेन अनलसंयोगं कुर्वन्ति तथा तस्य द्रवत्वं नश्यति परन्तु जलमध्ये घृतं स्थापयामश्चेत् तस्य द्रवत्वं न नश्यति इत्यस्य दर्शनेन तत्र तृतीया विभक्ति कारणसूचकतृतीया अदर्शनेन इति अदर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाश अग्निसंयोगयोः कार्यकारणभावावधारणात् कार्यकारण कास् एन् एफेक्ट् अस्तु कार्यकारणभाव अवधारण अवधारणम् इत्युक्ते प्रमाणं कीदृशं प्रमाणं कार्यकारणभावावधारणं कयोः मध्ये पार्थिवद्रवत्वनाश अग्निसंयोगः तयोः मध्ये कार्यकारणभाव अवधारणात् पुनः पञ्चमी कारणसूचकम् अस्तु अवधारणात् किम् अस्ति अग्रे सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्व अधिकरणत्वेन पार्थिवत्व अनुपपत्तेः न जानामि अस्तु पुनः तं भागं पठतु सुवर्णस्य अत्यन्त अनलसंयोगे सति तत्तु अहम् अवगच्छामि पुनः अधिकम् अत्यन्त अनलसंयोगेन सुवर्णस्य अनुच्छिद्यमान द्रवत्वं किं भगिनि वदतु भगिनि जयन्ती भगिनि वा कोऽपि कापि उक्तवान् अनुच्छिद्यमान इत्युक्ते अनश्यमान उच्छिद्यमान इत्युक्ते नश्यमान स्वभावः अनुच्छिद्यमान इत्युक्ते नाशनं न भवति अस्तु यतोहि वयम् अत्यन्त अनलसंयोगं कुर्वन्ति तथापि तस्य नाशनं न भवति अनन्तरं पार्थिवत्वा अनुपपत्तेः इत्युक्ते किम् पार्थिवत्व अनुपपत्तेः अनुपपत्तेः इत्युक्ते नाट् प्रूव्ड् अथवा नाट् अकम्प्लिश्ड् पार्थिवत्वस्य अनुपपत्तिः अनुपपत्तिः इत्युक्ते नाट् इन्कम्पेटबल् हा इन्कम्पेटबल् अथवा नान् अकम्प्लिश्मेण्ट् किमर्थम् अस्ति इन्कम्पेटबिलिटि इत्युक्ते तस्य कारणं सर्वं पूर्वमेव पठितं भवत्या सुवर्णस्य अत्यन्त अनलसंयोगे अनुच्छिद्यमान द्रवत्वाधिकरणत्वेन अपि च अन्यत् किं जलमध्यस्थघृते द्रवत्वनाशनादर्शनेन इत्यादिकं पठितं खलु तेन सर्वेण पार्थिवत्वस्य अनुपपत्तिः सुवर्णं पार्थिवद्रव्यं नास्ति सुवर्णे पार्थिववत्त्वं पार्थिवत्वं नास्ति किमर्थम् इति भवत्या पूर्वमपि पठितम् तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्य अन्तरसिद्धौ नैमित्तिकद्रवत्व अधिकरणतया जलत्व अनुपपत्तेः रूपवत्तया वायवादिषु अनन्तर्भावात् तैजसत्वसिद्धिः तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया पीतद्रव्यम् इत्युक्ते सुवर्णम्. एतद् न अवगच्छामि. एतत् सर्वं पठितवती खलु, केन केन कारणेन पार्थिवत्वस्य अनुपपत्तिः इति पठितं. पार्थिवत्व अनुपपत्तेः पुनः पञ्चमी विभक्ति, तस्मात् तस्मात् कारणात् पीतद्रव्यद्रवत्व नाशप्रतिबन्धकतया. पीतद्रव्य द्रव्य इत्युक्ते सुवर्णं, पीतद्रव्यस्य द्रवत्वनाशप्रतिबन्धकता. वयं दृष्टवन्तः पीतद्रव्ये सुवर्णे द्रवत्वनाशनं प्रति प्रतिबन्धकता अस्ति. तया प्रतिबन्धकतया द्रव्यद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया, पुनः नैमित्तिकद्रवत्वाधिकरणता अस्ति पीतद्रव्ये, अपि च जलत्वानुपपत्तेः, जलम् अपि नास्ति, जलत्वस्य अनुपपत्तिः. रूपवत्तया वाय्वादिषु अन्तर्भावात् तैजस्त्वसिद्धिः. किमर्थं तैजस् किमर्थं तैजसम् इति एत इति सिद्धम् इदानीम् अभवत्. तस्य उष्णस्पर्शभावस् नो तस्य उष्णस्पर्श अभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः. तस्य उष्णस्पर्शभास्वररूपयोः तस्य प्रथमतया तैजसत्वसिद्धिः कथम् एतत् सर्वं दृष्ट्वा पीतद्रव्यनाश तेजसे तेजसि उष्णस्पर्शः भास्वररूपमस्ति खलु. सत्यं, तेजसि उष्णस्पर्शः अपि च भास्वर भास्वरशुक्लत्वम् इति रूपे स्तः. आम्, उपष्टम्भकपार्थिवरूपस्पर्शाभ्याम् उपष्टम्भक इत्युक्ते यस्य नैकट्यमस्ति पृथ्वी इत्यस्य, पृथिव्याः अंशः अपि अस्ति सुवर्णे उपष्टम्भकरूपेण. अस्तु, तेन कारणेन पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः. हा, कस्य अनुपलब्धिः? अनुपलब्धिः इत्युक्ते न लभते. किं न लभते? तस्य तेजसः उष्णस्पर्शः अपि च बाष्पररूपं न लभते. तस्य उष्णस्पर्शबाष्पररूपयोः अनुपलब्धिः. यद्यपि सुवर्णं तेजस् तेजः एव अस्ति, किन्तु यथा तेजस तेजसः बाष्पररूपम् अस्ति तादृशं सुवर्णे नास्ति, सुवर्णे पीतरूपत्वम्. आम्, आम्. किमर्थं सुवर्णे पीतरूपत्वं? किमर्थं चेत् पार्थिव अंशः अस्ति उपष्टम्बकरूपेण सुवर्णे, तदर्थम् अनुपलब्धिः इन्द्रियैः. कस्य अनुपलब्धिः? उष्णस्पर्शस्य भास्वररूपयोः. यद्यपि सुवर्णं तेजः अस्ति तथापि अनयोः अंशयोः अनुपलब्धिः उपष्टम्बकपार्थिवरूपस्पर्शाभ्याम्. उपष्टम्बक इत्युक्ते उपष्टम्बक इत्युक्ते सपोर्टिङ्ग् रूपेण यदस्ति पार्थिव अंशः तेजसि अथवा सु पीतद्रव्ये अथवा सुवर्णे. पार्थिवरूप अस्ति तस्मात् कारणात् तस्य तेजः न अपि च भास्वररूपं न स्पर्श्यते, न दृश्यते. तेजः न दृश्यते इति न, भास्वररूपं न दृश्यते. न दृश्यते किमर्थं चेत् पार्थिवद्रव्यस्य उपष्टम्बकरूपेण पार्थिवद्रव्यं, तस्मात् सुवर्णं तैजसम् इति सिद्धम्. इति अवगम्यते वा सर्वैः? भगिनी पुनः तद् वाक्यं स्पष्टं करोतु कृपया. अन्तिमवाक्यं वा? सर्वे उपस्तम्भक तत्र किञ्चित् भ्रमः अस्ति. अत्र पुनः वाक्यं पृथक्तया वदामि चेत्, पदानि पृथक् पृथक् कृत्वा वदामि चेत् यथा भवति. तस्य उष्णस्पर्शभास्वरस्वरूपयोः, कस्य? सुवर्णस्य उष्णस्पर्श अपि च भास्वरस्वरूप अनयोः अनुपलब्धिः. सुवर्णस्य उष्णस्पर्श, हा, सुवर्णस्य उष्णस्पर्श अपि च भास्वरस्वरूपः स्वरूपम् अनयोः अनुपलब्धिः भवति. किमर्थम्? उपष्टम्बकपार्थिवरूपस्पर्शाभ्याम्. अत्रापि पञ्चमी विभक्ति, पार्थिवरूपस्पर्शात् इति वदामः तथा उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात्. एतत् यत्किमपि अस्ति उपष्टम्बकपार्थिवरूपं, तेन प्रतिबन्धकम् अस्ति, तेन प्रतिबन्धः जायते. कं प्रति प्रतिबन्धः जायते? उपलब्धिः प्रति. तदर्थम् अनुपलब्धिः भवति. कस्य अनुपलब्धिः? आवरणं करोति इति वक्तुं शक्नुमः. हा, प्रायः सत्यं. यद्यपि भास्वरस्वरूपमस्ति किन्तु पार्थिव अंशस्य अन्तर्भावात् तस्य अनुपलब्धिः इन्द्रियैः न दृश्यते. इन्द्रियैः अस्माकं चक्षोः केवलं पीतरूपत्वमेव दृश्यते चक्षुना. अस्ति परन्तु न दृश्यते. अनुपलब्धिः अस्ति. तदर्थं सुवर्णं तेजसम् एव इति सिद्धम् इति अस्ति. अग्रिमं वाक्यं शिवरामकृष्णमहोदय अस्ति वा? तमेव वाक्यं, केवलम् अत्र दीर्घवाक्यमस्ति. तावदेव, एकवारं पठतु, समापयामि. शिवरामकृष्णमहोदय अस्ति किम्? अजितमहोदय. आं भगिनि, अधः पुनः अयमेव भागः दत्तः उपरि सारल्यार्थं पूर्वविरामाः स्थापिताः. किञ्च अस्मिन् अंशे वास्तविकम् एकं वाक्यम् अतीवदीर्घं, तस्य प्रदर्शनार्थं भिन्नरीत्या अधः लिखितम्. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वातिद्रावतीति चेत् न अत्यन्तानलयसंयोगे सति धृदादौ द्रवत्वनाशदर्शनेन जलमध्यस्थ धृदादौ तन्नाशादर्शनेन च आसति प्रतिबन्धके. पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्य अत्यन्तानिलयसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपवत्ते पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवपीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपवत्ते रूपवत्तया वायुआदिषु अनन्तर्भावात् तैजसत्वसिद्धिः अनन्तर्भावात् तैजसत्वसिद्धिः तस्योष्णस्पर्शभावस्वरूपयोः उपष्टम्भक पार्थिवरूपस्य स्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः तस्मात् सुवर्णं तैजसमिति सिद्धम्. क्षम्यतां भगिनि, क्षम्यताम् अहं. इति एकमेव वाक्यमस्ति वस्तुतः, यत्किमपि महोदयेन पठितं पञ्चनिमेषेभ्यः एकमेव वाक्यमस्ति. तादृशं वाक्यं सरलीकृत्य उपरि दत्तमस्ति तावदेव. किन्तु विचारः अस्माभिः चर्चितः, किमर्थं तैजसम् अस्ति सुवर्णम् इति. तदेव मुख्यं. भगिनी, एकः प्रश्नः अस्ति तत्र. द्रवद्रव्यान्तरसिद्धौ इत्युक्ते द्रवद्रव्योः मध्ये खलु, तदेव खलु. द्रवद्रव्यम् इत्युक्ते अत्र महोदयेन उक्तं, तत्र समासः अस्ति द्रववत् द्रवत्ववच्च द्रव्यम् इति कर्मधारे समासः. द्रववत् द्रव्यम् इति साधनार्थं द्रवद्रव्यान्तरसिद्धौ. द्रवत्ववत् द्रव्यं, द्रवत्ववत् द्रव्यं किमस्ति? सुवर्णम्. अस्तु, द्रवत्वत् द्रव्यं, द्रवद्रव्यम् अन्तर इत्युक्ते मध्ये खलु. हा, अस्तु. द्रववत्त्वं द्रव्ये एव अस्ति इति सिद्धौ. द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया, नैमित्तिकद्रवत्वस्य अधिकरणता अस्ति अस्मिन् द्रव्ये. अस्तु, तत्सर्वं समीचीनम्. द्रवद्रव्यम् इत्युक्ते द्रववत्त्वं, द्रवत्ववच्च द्रव्यं च इति कर्मधारे समासः. अस्तु, धन्यवादः भगिनि. धन्यवादः. शुभरात्रि.